पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 45 श्रीकृष्ण उवाच माहात्म्यं विजयायाश्च श्रुतं कृष्णमहद्फलं फाल्गुनस्यार्जुने पक्षे यन्नाम्नी तां वदाधुना श्रीकृष्ण उवाच धर्मपुत्रमहाभाग शृणु वक्ष्यामि ते धुना योक्ता पृष्ठेन मान्धात्रा वसिष्ठेन महात्मना फाल्गुनस्य विशेषेण विशेषकथितो नृप आमलकीव्रतं पुण्यं विष्णुलोकफलप्रदम् आमलक्यास्थले गत्वा जागरं तत्र कारयेत् कृत्वा जागरणं रात्रौ गोसहस्रफलं लभेत मान्धादोवाच आमलकी कदा ह्येषा उत्पन्ना द्विजसत्तम यदत् सर्वं मम चक्ष्व परं कौतूहलं हि मे कस्मादियं पवित्रा च कस्मात् पापप्रणाशिनी कस्माज्जागरणं कृत्वा गोसहस्रफलं लभेद वसिष्ठ उवाच कथयामि महाभाग यथेयमभवत्क्षितौ आमलकी महावृक्षः सर्वपापप्रणाशनः एकार्णवे पुरा जादे नष्टे स्थावरजङ्गमे नष्टे देवासुरगणे प्रनष्ठोरगराक्षसे तत्र देवादिदेवेश परमात्मा सनातनः जगामब्रह्म परममात्मनः पदमव्ययम् ततोऽस्य जाग्रदो ब्रह्ममुखाच्छशिसमप्रभः ष्ठीवनात् बिन्दुरुत्पन्नः स भूमौ निपपातः तस्माद्बिन्धोः समुत्पन्नः स्वयं धात्री नगो महान् शाखा प्रशाखा बहुलः फलभारेण नामिदः सर्वेषां चैव वृक्षाणामादिरोहप्रकीर्तितः ब्रह्मणाद ततः पश्चात् संसृष्टाश्च इमाः प्रजाः देवदानवगन्धर्वयक्ष राक्षसपन्नगान् असृजत् भगवान् देवो महर्षींश्च तथा मलान् आजग्मुस्तत्र देवास्ते यत्र धात्री हरिप्रिया तां दृष्ट्वा ते महाभाग परं विस्मयमागताः न जानीम इमं वृक्षं चिन्तयन्तोभिसंस्थिताः एवं चिन्तयतां तेषां वागुवाचाशरीरिणि आमलकी न गोह्येष प्रवरो वैष्णवो मदः अस्य संस्मरणादेव लभेद्गोदानजं फलं स्पर्शनाद्विगुणं पुण्यं त्रिगुणं धारणात् तथा तस्मात् सर्वप्रयत्नेन सेव्या आमलकी सदा सर्वपापहरा प्रोक्ता वैष्णवी पापनाशिनी तस्यामूले स्थितो विष्णुस्तदूर्ध्वे च पितामहः स्कन्धे च भगवान् रुद्रसंस्थितः परमेश्वरः शाखासु मुनयः सर्वे प्रशाखासु च देवताः पर्णेषु च सदे देवाः पुष्पेषु मरुतस्तथा प्रजानां पदयः सर्वे फलेष्वेव व्यवस्थिताः सर्वदेवमयी ह्येषा धात्री च कथिता मया तस्मात् पूज्यतमा ह्येषा विष्णुभक्तिपरायणैः ऋषय ऊचुः को भवान्न हि जानीमः कस्मात् कारणतां गतः देवो वा यदि वा चान्यः कथयस्व यथा तथम् वागुवाच चकर्ता सर्वभूतानां भुवनानां च सर्वशः विस्मितान्विदुष प्रेक्ष्य सोऽहं विष्णुः सनातनः तच्छ्रुत्वा देवदेवस्य भाषितं ब्रह्मणः सुताः अनादिनिधनं देवं स्तोतुं तत्र प्रजक्रमुः नमो भूतात्मभूताय आत्मने परमात्मने अच्युताय नमो नित्यमनन्ताय नमो नमः दामोदराय कवये यज्ञेशाय नमो नमः एवं स्तुतस्तु ऋषिभिस्तुतोष भगवान् हरिः प्रत्युवाच महर्षीं स्थानभीष्टं किं ददामि वः ऋषय ऊचुः यदि तुष्टोऽसि भगवन्नस्माकं हितकाम्यया व्रतं किञ्चित् समाख्याहि स्वर्गमोक्षफलप्रदम् धनधान्यप्रदं पुण्यमात्मनस्तुष्टिकारकम् अल्पायासं बहुफलं व्रतानामुत्तमं व्रतम् कृतेन येन देवेश विष्णुलोके महीयते विष्णुरुवाच फाल्गुने शुक्लपक्षे तु पुष्येण द्वादशी यदि भवेत् सा च महापुण्या महापादकनाशिनी विशेषस्तत्र कर्तव्यशृणुध्वं द्विजसत्तमाः आमलकीं च सम्प्राप्य जागरं तत्र कारयेद् सर्वपापविनिर्मुक्तो गोसहस्रफलं लभेद एतद्वत् कथितं विप्राव्रतानां व्रतमुत्तमम् अर्चयित्वाच्युतं तस्यां विष्णु लोकान्नमुच्यते ऋषय ऊचुः व्रतस्यास्य विधिं ब्रूहि परिपूर्णं कथं भवेद् के मं द्रा के नमस्काराः देवता का प्रकीर्तिता कथं दानं कथं स्नानं कश्च पूजा विधिस्मृतः अर्कार्चनस्य मन्त्रं तु कथयस्व यथा तथं विष्णुरुवाच श्रूयतां यो विधिः सम्यक् व्रतस्यास्य द्विजर्षभाः एकादश्यां निराहारस्थित्वा चैव परेहनि भोक्ष्येकं पुण्डरीकाक्षशरणं मे भवाच्युत इति कृत्वादुनियमं दन्तधावनपूर्वकं नालपेत्पतितांश्चौरांस्तथा पाषण्डिनो नरान् दुर्वृत्तान् भिन्नमर्यादान् गुरुधारप्रदर्शकान् अपराह्णे तदस्नानं विधिना कारयेद्बुधः नद्यां तडागे कूपे वा गृहे वा नियतात्मवान् मृत्तिकालम्भनं पूर्वं तदस्नानं च कारयेद् अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे मृत्तिके हरमे पापं यन्मया दुष्कृतं कृतम् त्वमम्बु सर्वभूतानां जीवनं तनुरक्षकं स्वेदजोद्भिजजादीनां रसानां पदये नमः स्नादोऽहं सर्वतीर्थेषु ह्रदप्रस्रवणेषु च नदीषु देवखादेषु इदं स्नानं तु मे भवेद् इति स्नानमन्त्रः जामदग्न्यं मुनिं चैव कारयित्वा हिरण्मयं माशकस्य सुवर्णस्य तदर्थार्थेन वा पुनः गृहमागत्य पूजाया पूजाहोमं तु कारयेद् तदश्चामलकीं गच्छेत् सर्वोपस्करसंयुधः आमलकीं तदो गत्वा परिशोध्य समन्तदः स्थापयेत् सतदं कुम्भमव्रणं मन्त्रपूर्वकम् पञ्चरत्नसमोपेदं दिव्यगन्धादिवासितं चत्रोपानद्युगोपेदं सितचन्दनचर्चितं स्रग्दामलम्बितग्रीवं सर्वधूपविधूपितं दीपमालाकुलं कुर्यात् सर्वदा सुमनोहरम् तस्योपरिण्यस्येत् पात्रं दिव्यलाजै प्रपूरितं पात्रोपरिण्यसेद्देवं जामदग्न्यं महाप्रभं विशोकाय नमः पादौ जानुनी विश्वरूपिणे उग्राय च ततोऽप्यूरुकटी दामोदराय च उदरं पद्मनाभाय उरश्रीवत्सधारिणे चक्रिणे वामबाहुं च दक्षिणं गदिने नमः वैकुण्ठाय नमः कण्ठमास्यं यज्ञमुखाय वै नासां विशोकनिधये वासुदेवाय चाक्षिणी ललाडं वामनायेदि रामायेदि ब्रुवौ नमः सर्वात्मनेदु तच्छीर्षं नम इत्यभिपूजयेत् इति पूजामन्त्रः ततो देवाधिदेवाय अर्घं चैव प्रदापयेद् फलेन चैव शुभ्रेण भक्तियुक्तेन चेतसा ततो जागरणं कुर्याद्भक्तियुक्तेन चेदसा नृत्यैर्गीतैश्च पादित्रैर्धर्माख्यानैस्तवैरपि वैष्णवैश्च तदाख्यानैः क्षपयेत् सर्वशर्वरीं प्रदक्षिणां तथ कुर्याद्धात्र्या वै विष्णुनामभिः अष्टाधिकं शतं चैव अष्टाविंशतिरेव वा ततः प्रभाते समये कृत्वा निराजनं हरेः ब्राह्मणं पूजयित्वा तु सर्वं तस्मै निवेदयद जामदग्न्यखडे तत्र वस्त्रयुग्ममुपानहौ जामदग्न्यस्वरूपेण प्रीयतां मम केशवः ततश्चामलकीं स्पृष्ट्वा कृत्वा चैव प्रदक्षिणां स्नानं कृत्वा विधानेन ब्राह्मणान् भोजयेत्तदः ततश्च स्वयमश्नीयात् कुटुम्बेन समावृतः एवं कृतेन यत्पुण्यं तत्सर्वं कथयामि ते सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलं सर्वयज्ञाधिकं चैव लभते नात्र संशयः एतद्वत् सर्वमाख्यातं व्रतानामुत्तमं व्रतम् एतावदुक्त्वा देवेश्यस्तत्रैवान्तरधीयत ते चापि ऋषयः सर्वे चकृः सर्वमशेषतः तथा त्वमपि राजेन्द्र कर्तुमर्हसि सत्तम व्रतमेतद्दुराधर्षं सर्वपापप्रमोचनम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमापदि नारदसंवादे फाल्गुनशुक्लामलक्येकादशी नाम पञ्चचत्वारिंशोऽध्यायः ॐ